नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। यङ् लुगन्तदातवः इति पाठः, तत्र तिङन्तयोजनं यङ् लुगन्तदातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि इति पाठः। तत्र वयम् अजन्तः कृतवन्तः, इदानीं हलन्तः करणीयः। हलन्त यङ् लुगन्तदातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि इति अहं प्रायः सायङ्काले एकं डाक्युमेण्ट् प्रेषितवती, पुरातनं धातुपाठे हल् सन्धिः इति भवन्तः मेल् मध्ये अस्ति भगिनि, प्राप्तं किल, तद् किञ्चित् उद्घाटयन्तु। यदा आवश्यकं वयं तत्रापि दृष्ट्वा किञ्चित् पुनस्मरणं कुर्मः, हल् सन्धिः कुत्र कुत्र भवति इति पुनः द्रष्टव्यं भवति, तद् पश्यामः। अरुणा भगिनी भवती एव आरम्भं करोतु, करपत्रात् हलन्त यङ् लुगन्तदातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि। डाक्युमेण्ट् नास्ति भगिनि, डाक्युमेण्ट् वयं पश्यामः अनन्तरं ओके भगिनि, उषा भगिनि पठतु भगिनि करपत्रं न अतः उषा भगिनी पठतु भगिनी, विच् करपत्र ऐ हाव् द एय्ट् तत्र अजन्तः वयं कृतवन्तः किल, तस्मात् अनन्तरं हलन्त यङ् लुगन्तदातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि। हलन्त यङ् लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि यथा सामान्यम् अत्र द्विस्तरीयकार्यम् ओके अङ्गकार्यं सन्धिकार्यं हलन्तदातवः पञ्चश्रेणिषु विभज्यन्ते, सामान्यदातवः उपधायां च लघु इक् वर्णः नास्ति, यत्र उपधायां च लघु इक् वर्णः नास्ति सामान्यदातवः, लघु उपधादातवः, अनिदित् धातवः, सम्प्रसारिणः धातवः, अनुनासिकान्तदातवः। ओके, हलन्त यङ् लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि। ओके, यङ् लुगन्तधातूनां हलन्तधातूनां हलन्तदातवः पञ्चश्रेणिषु, सामान्यदातवः यत्र इक् उपधायां लघु इक् वर्णः नास्ति, अत्र लघु अनन्तरं लघु उपधादातवः, देन् तृतीयम् अनिदित् दातवः, चतुर् सम्प्रसारिणः दातवः, अनुनासिकान्तदातवः इति पञ्चश्रेणिषु विभज्यते। अग्रे सम्प्रति मिलित्वा प्रथमद्वयोः प्रकारयोः रूपाणि कल्पनीयानि, तथा पृथक्तया क्रमेण अनिदित् धातूनां सम्प्रसारणी धातूनां अनुनासिकान्तधातूनां च रूपाणि कल्पनीयानि। ओके, सामान्यधातवः उपधायां च लघु इक् वर्णः नास्ति इति चेत् अङ्गकार्यं नास्ति, अतः साक्षात् सन्धिकार्यं कृत्वा प्रकृतिप्रत्ययोः मेलनं करणीयम्। सामान्यधातवः उपधायां च लघु इक् वर्णः नास्ति इति चेत् अङ्गकार्यं नास्ति, साक्षात् सन्धिकार्यमेव प्रत्ययस्य कृते सन्धिकार्यमेव अस्ति, लघु उपददातवः धातुः इति चेत् अङ्गकार्यं साधनीयं, तदा सन्धिकार्यं प्रकृतिप्रत्ययोः मेलनं च, अत्र अङ्गकार्यं किम् इति प्रदर्श्यते। हलादिषु पित्सु गुणः अस्ति पुगन्तलघुपदस्य च इत्यनेन, यत्र लघु उपदादातवः लघु उपदादातुः अस्ति, हलादिषु पित्सु पुगन्तलघुपदस्य च इत्यनेन गुणः भवति, अनन्तरं सन्धिकार्यं। लिक् इति धातोः उदाहरणम् अस्ति, लिक् इति कृते ले लिक् प्रथमं द्वित्वं भवति, अनन्तरं अभ्यासस्य गुणः इत्यनेन गुणो गुणो यङ्लुकोः इत्यनेन ले लिक् इति भवति अभ्यासस्य कृते, ली इति कृते ले इति भवति, ले लिक् योगः ति इति स्थिते ति इति हलन्त पित् प्रत्ययः इत्यनेन पुगन्तलघुपदस्य च इत्यनेन गुणः भवति लिक् इति कृते ले लेक् इति भवति ले लेक् योगः इति ले लेक्ति भवति मुद् इति धातुः द्वित्वं प्रथमं द्वित्वं मुद् मुद् अनन्तरं गुणो यङ् लुकोः इत्यनेन मोमुद् अनन्तरं पुगन्तलघुपदस्य च इत्यनेन मोमुद् योगः ति इति मोमोद् योगः ति इति भवति मोमोति खरिच इत्यनेन दकारस्य अन्तिमदकारस्य स्थाने तकारः आयाति मोमोति वृक्ष् नाट् वृक्ष् वृष् वृष् इति अस्ति वृष् इति प्रथमं द्विपकार्यं वृष् वृष् अनन्तरं वर् अर् वृष् हौ डिड् इट् बिकम् वरी वृष् भगिनि ईवन् लास्ट् टैम् रिक् रिक् आगम वा तद् किमासीत् ऋतश्च वा किं सूत्रमासीत् रिक् रुक् इति आगमत्रयं भवति किल आमां ऋतश्च एव 7492 रुक् रिक् रीक् ऋतश्च महोदय वस्टिङ्ग् लास्ट् टैम् सो फेमिलियर् वित् दिस् धातु वरि वर्तिष् वरिवष्टि ओ हि वास् टाकिङ्ग् अबौट् वरि वर्ष् न वरिवर्त् ओके ऋतश्च ऋतश्च इत्यनेन वर् इति वरि इति भवति रि वाट् आगम अत्र तत्र आगमत्रयं भवति रीक् रुक् रुक् रिक् रीक् रुक् रिक् अण्ड् रुक् न रीक् रुक् अण्ड् रिक् ओके अस्तु भगिनि ऋतश्च इति तत्र अन्ते भवति किल एकपदायाम् अस्ति प्रायः अग्रिमसूत्रं 7492 इत्यस्य अग्रिमसूत्रं किम् एतत्तु अन्ते चङ्ग् परो सन् वल् नो नो दट् डसन्ट् सौण्ड् लैक् इट् भगिनि वि डिन् डू दट् तत्र वयं 7490 रीग् उद् उपदस्य च अत्र तत्र आर्डर् वदतु भगिनि क्रमेण रीग् किं तद् प्रथमं 7490 रीग् रुद् उपदस्य च अनन्तरं 7491 ऋग् ऋग्रिकौ च लुकि अनन्तरं 7492 ऋतश्च ऋतश्च अतः प्रथमसूत्रमेव भवति किल ऋगुपदस्य च इति ऋदुपदपदधातोः अभ्यासस्य रीक् इति आगमो भवति यङि यङ्लुकि च रीगुपदस्य च 7490 अत्र वार्तिकमपि अस्ति रीग् ऋत्वत इति वक्तव्यम् ओ दट् ऐ डोण्ट् रिमेम्बर् प्रायः दृष्टवन्तः वा ऐ डोण्ट् रिमेम्बर् भगिनि ऐ एम् जस्ट् मम पुरतः ओन्लि अष्टाध्यायी अस्ति ऐ एम् लुकिङ्ग् अट् अष्टाध्यायी बुक् अत्र नास्ति प्रायः तस्य प्रयोगः कुत्रापि अन्यत्र भवति रीग् ऋत्वत् इति अस्ति अस्ति क्षम्यतां रीग् रीग्वत् इति वक्तव्यम् इति वार्तिकेन ऋकार इव अस्ति वा रीग् इति ऋकारवतामपि ऋकारवतामपि धातूनाम् अभ्यासस्य रीक् इति आगमो भवति यङ् यङि यङ्गि पूर्वम् उक्तमस्ति करपत्रेण अस्तु भगिनि सो वृष् इति धातु उपदा ऋकारः अस्ति इत्यनेन वर्ष् इति वर्ष् वृष् इति कृते वरी वृष् वृष् इति रीग् ऋद् उपदस्य च इति सूत्रेण भवति वरी वृष् योगः ति वरि अनन्ति इति कृते तिप् इति पुगन्तलघुपदस्य च इत्यनेन गुणः भवति वरि वर्ष् भवति वरि वर्ष् योगकति वरि वर्ष्टि वष्टि टकारः भवति पूर्वं षकारः अस्ति इत्यनेन शुनाश्चुः इत्यनेन वरी वर्षि इति भवति. अनन्तरम् अग्रे पठामि वा भगिनि? पठतु भगिनि. अजादिषु अजादिषु पित्सु गुणनिषेधः भवति. न अभ्यस्तस्य अचि पिति सार्वधातुके इत्यनेन 7387 न अभ्यस्तस्य अचि पिति सार्वधातुके इत्यनेन ले लिक् योगः इति इति अजादिषु पित्सु ओ अच् ओके अजादिषु बट् पित् अजादिषु पित्तु इति इति उदाहरणं ले लिक् योगः इति ले लिकीति न अभ्यस्तस्य अचिपिति सार्वधातुके इत्यनेन पित् प्रत्ययः अजन्तः अस्ति चेत् सार्वधातुक प्रत्ययः अस्ति चेत् देन् अनन्तरं गुणः न भवति इति न अभ्यस्तस्य अचिपिति सार्वधातुके इति सूत्रं वदति. तत् अनुसृत्य ले लिक् योगः इति ले लिकीति इति भवति. वर्णमेलनमेव ले लिखीति इति भवति. मोमुद् योगः मुद् इति धातु द्वित्वम् अनन्तरम् अभ्यासगुणः मोमुद् भवति. मोमुद् योगः इति अजन्त अजादिपित् अजादिपित् प्रत्ययः न अभ्यस्तस्य अचिपिति सार्वधातुके इत्यनेन गुणः बाधितं भवति. मोमुद् मोमुदीति वर्णमेलनमेव. वरि वृष् वृष् धातु वरिवृष् योगः इति गुणः बाधितं. वरि वृषीति इति भवति. अनन्तरं हलादिषु अपित्सु हलादि अपित् अपित् इत्यनेन गुणनिषेधः. हलादिषु सार्वधातुकम् अपित् इत्यनेन गुणनिदे निषेधः इति च इति ओके तदा सन्धिकार्यम् ओके हलादि अपित् लेलिक् योगः तः गुणबाधितं ले लिक् तः इति भव ककारः ले लिक् इति खकारः अस्ति अत्र महाप्राणः ककारः भवति. खरि च इत्यनेन ले लिक्तः इति भवति. मोमुद्योगः तः मो तकारः तकारः भवति. खरि च मोमुद् तः. वरिवृष् योगः तः वरिवृष्टः श्रुनाष्टुः ओके वरिवृष्टः. अनन्तरम् अजादि अपित् अजादि अपित् कृते गुणनिषेधः वयं जानीमः. सार्वधातुकम् अपित् इति च लेलिक् योगः अति लेलिक् योगः अति लेलिक् लेलिखति एव भवति गुणनिषेधः. लेलिखति मोमुद्योगः अति अति इति प्रथमपुरुष बहुवचनप्रत्ययः. मोमुद्योगः अति इति मोमुदति भवति. वरिवृषयोगः अति वरिवृषति. सो हलादिपित् अजादिपित् हलादि अपित् अजादि अपित् ओके अत्र नूतन इति एव ओके आम् सत्यं केवलं तद् नाभ्यस्तस्य अचिपिति सार्वधातुके इत्येव नूतनमस्ति. नूतनमिति न नूतनमिति नास्ति बट् परन्तु वयं न कृतवन्तः. हलादिपित् एव अवधानं दातव्यं तत्र सन्धिकार्यं भवति. अजादिपित्सु तु गुणनिषेधः बाधितं भवति. हलादि अपित्सु अजादि अपित्सु अपि गुणस्य बाधा अस्ति अतः तत्र किमपि क्लेशः नास्ति. हलादिपित्सु वयं किञ्चित् पूर्वावलोकनं कुर्मः इतोपि किञ्चित्. अस्तु भगिनि धन्यवादः. विद्या भगिनी करपत्रमस्ति वा? मम तत् समीपे अस्ति. आं महोदय अस्मि एव अस्ति एव अस्ति वा आम् अस्य अपवादः अपवादः मृज् धातुः यस्य इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्ययपरे मृज् अत्र ऋकारस्य स्थाने रेपः भूत्वा मरिमृज् योगः स्ति मरिमाष्टि इति भवति. अत्र गुणः भूत्वा वृद्धिः भवति. अनन्तरं जकारस्य स्थाने अत्र वृश्च वृश्च मृज यजराज व्राज चषां शव इत्यनेन शकारः भूत्वा अनन्तरं शृणाष्टुः एतत् कार्यं करोति, अतः मरिमाष्टि इति भवति. अग्रे पठामि वा महोदय? आम्, तत्र पुगन्तलघुपदस्य च वयं जानीमः, भगिनी मरीमृज् इति दट् रीक् आगमः एव. रीक् आगमः तु अस्ति एव. सः वृद्धिः कथं, तत्र तु पूर्वमेव री इति आगमः अस्ति. मरीमृज् अस्तु, तत्र इकः वृद्धिः भवति आपदातुक आददातुकप्रत्यये परे समीचीनम्. मरीमृज् इत्यत्र मृज् इत्यस्य वृद्धिः, मृज् इत्यस्य वृद्धिः, परन्तु मरीकागमः तु अस्ति एव. रिगुपद किम् आसीत्? रिगुपद इति सेवेन् फोर् नैन् रिग् ऋदुपदस्य च रीग् अनेन भवति एव, तद् तु अवश्यं भवति. मरी मृज् इत्यत्र तद् मृज् इत्यस्य भागे एव वृद्धिः, वृद्धिः. आं भगिनी विद्या भगिनी, नाभ्यस्ता स्याचित् इति. नाभ्यस्तस्याचि इति सार्वधातुके अभ्यस्तस्य लघु उपद लघु उपद गुणः न भवति. अजादि पित् सार्वधातुकप्रत्यये परे न अव्ययपदम्. अभ्यस्तस्य षष्ट्यन्तम्, अचि सप्तम्यन्तम्, पिति सप्तम्यन्तम्, सार्वधातुके सप्तम्यन्तम्, अनेकपदमिदं सूत्रम्. पुगन्तलघुपदस्य च इत्यस्मात् लघुपदस्य इत्यस्य अनुवृत्तिः, मितेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम्. अभ्यस्तस्य अङ्गस्य लघु उपदस्य गुणः न अचि पिति सार्वधातुके. अत्र अनुवृत्तिसहितसूत्रं किं वदति चेत्, यत्र अभ्यस्तं भवति तत् अङ्गस्य लघु उपदा अस्ति चेत् तत्र गुणः न भवति. पूर्वं गुणः भवति पुगन्तलघुपदस्य च इत्यनेन, परन्तु अभ्यस्तस्याचि पिति सार्वधातुके इति अभ्यस्त अङ्गस्य लघु उपदा अस्ति चेत् अपि गुणः न भवति. अचि पिति सार्वधातुके पित् अस्ति, परन्तु अत्र गुणः न भवति एव. सत्यं, तदेव तत्र गुणस्य बाधा भवति अनेन सूत्रेण. समीचीनं. मृजेर्वृद्धिः अपि वयं जानीमः. अग्रे गच्छतु भगिनि. एतत् आधारेण यथा निर्दिष्टम् अङ्गकार्यं सन्धिकार्यं च कृत्वा येषां धातूनां चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि, ककारान्तदातवः तिक् अत्र गुणः भूत्वा ते तिक् इति अत्र अभ्यस्तसञ्चकः, अत्र ततः तिक् तिक् भवति, परन्तु अत्र प्रथमम् इकारस्य स्थाने गुणः भूत्वा ते तिक् इति भवति. तत्र पूर्व यदा वयं चतुर्षु लकारेषु रूपं साधयामः, तस्मात् पूर्वं किञ्चित् सन्धिः पश्यामः, पुनः सन्धेः पुनर् अवलोकनं कर्तव्यं. तद् डाक्युमेण्ट् क्षम्यता भगिनि, यद् डाक्युमेण्ट् मया प्रेषितं किल अद्य सायङ्काले, तद् किञ्चित् उद्घाटयतु, तस्मात् किञ्चित् एकवारं पश्यामः. तत्र भागपञ्चमम् अस्ति, थ स प्रत्यये परे, स प्रत्यये परे लङ् विहाय, थ थ प्रत्यये परे लङ् विहाय, ध प्रत्यये परे अनन्तरं सङ्ग्रहः इति. प्रथमं थ स प्रत्यये परे पश्यामः. भगिनी भवती उद्घाटितवती चेत् तस्मात् किञ्चित् पठतु. अत्र बिन्दुः किं महोदय? प्रथम शीट् प्रथमसोपानं वा? आं सत्यं, तदेव पठतु एकवारम्. हलन्तेभ्यो धातुभ्यः ति सि सम्बन्धिनां प्रत्ययानाम् अपृत्तप्रत्ययानां लोपः भवति. प्रथमबिन्दुः त प्रत्ययः, इत् प्रत्ययः, इस् प्रत्ययः, प्रत्ययश्च च इति अनयोः लोपः. वयम् एतत् लङ्विषये भवति खलु महोदय? लङ्विषये भवति इदानीं सूत्रेण अपि वदतु भगिनि. इदानीम् अत्र अनुवृत्तिसहितसूत्रमस्ति, न सूत्रमस्ति हल्ग्याभ्यो दीर्घात् सुति सपृक्तम् अपृक्तं हल् अस्ति चेत् अत्र हल् हल्ग्याभ्यो दीर्घात् अत्र एतत् सूत्रं किं वदति चेत् अत्र तकारः सकारः लोपः भवति इति लङ् मध्ये लङ् इति लङ्लकारे आम् आम् अनुवृत्तिसहितसूत्रं दीर्घात् हल्ग्याभ्यो सूतीसि अपृक्तं हल् लुप्यते एतत् वयं जानीमः एव. किं महोदय द्वितीयसोपानम् अत्र प्रथमसोपानेन पदं निर्मितम् अतः पदं निमित्तीकृत्य कार्याणि भवन्ति इति. प्रथमबिन्दुः पदस्य अन्ते संयोगः अस्ति चेत् पदस्य अन्ते संयोगः अस्ति ते अस्ति चेत् तस्य पदस्य अन्तिमवर्णस्य लोपः भवति संयोगान्तस्य लोपः. एतदपि वयं जानीमः एव. अनन्तरम् अत्र तावदेव द्वितीयबिन्दुः संयोगस्य प्रथमसदस्य रेपः चेत् रेपात् परस्य सकारस्य एव लोपः भवति. रेपात् परः सकारः अस्ति चेत् एतत् लोपः भवति अन्यवर्णस्य न लुप्यते. एतत् राक्षस्य इति सूत्रेण अत्र रेपात् परस्य यत् सकारः तिष्ठति तत् अत्र लोपः भवति इति राक्षस्य इति सूत्रेण वयं जानीमः. अनन्तरं तृतीयबिन्दुः जलादिप्रत्यये परे रेपात् परस्य चकारस्य वकारस्य च लोपः भवति एतत्तु राल्लोपः इति सूत्रेण. रेपात् परस्य चकारः वकारः अस्ति चेत् तत् वर्णस्य लोपः भवति राल्लोपः इति सूत्रेण. राल्लोपः इत्यस्य अनुवृत्तिसहितसूत्रम् एकवारं पठतु, बहुपूर्वं कृतवन्तः. राल्लोपः अङ्गस्य रात् चोः लोपः चकारः वकारः चोः लोपः अनुनासिकः अनुनासिके किङ् जलोः इति सूत्रेण. किङ्जलोः इति सूत्रेण तस्य वयम् उपयोगं न कृतवन्तः. 6421 किल तत्र बहुवारम् अस्य प्रयोगः वयम् अस्माकं वर्गे न कृतवतः. अङ्गस्य वयं पठितवन्तः. चोः लोपः अनुनासिके क्विजलोः इति. सम्यक्. अग्रिमं भगिनि चतुर्थ पदान्ते संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्य लोपः भवति. एतत् वयं प्रसिद्धसूत्रम् एव स्कोः संयोगाद्योरन्ते च इति सूत्रेण. एतत् अष्टमाध्याये द्वितीयपादे 31 इति सूत्रेण वयं जानीमः. अत्र उदाहरणरूपेण जल् अस्ति चेत् वर्गचतुर्थः, अनन्तरं वर्गतृतीय द्वितीय प्रथमाः, अनन्तरम् ऊष्माणवर्णाः अपि शास एतत् ऊष्माणवर्णः. एतत् अत्र संयोगः आद्यः अत्र सकारः ककारः लोपः भवति जलि पदस्य अन्ते च इति सूत्रं वदतु. अत्र संयोगान्तस्य लोपः केवलं पदान्ते, परन्तु पदान्ते स्कोः संयोगाद्योरन्ते च इत्यत्र चलि पदान्ते च सकारलोपः. यदि संयोगः अस्ति तत्र सकारस्य लोपः भवति, संयोगस्य आदिमवर्णस्य लोपः भवति. तदेव भेदः तयोः. राक्षस्य नियमसूत्रं तत्तु वयं जानीमः. रेपात् परस्य सकारस्य एव लोपः भवति, अन्यवर्णस्य न इति. राल्लोपः प्रायः पश्यामः अस्मिन् पाठे आगच्छति वा इति. अङ्गस्य राच्छोः लोपः अनुनासिके क्विजलोः इति तत्र भवति. सम्यक्. इतोपि एकमस्ति. धन्यवादः भगिनि. अरुणा भगिनी, भवती पठितुं शक्यते वा? धन्यवादः महोदय. आं भगिनि, पठितुं शक्नोमि. सवर्गान्तदातवः इति पठतु. चवर्गान्तदातवः चवर्गान्तदातूनाम् अन्तिमवर्गीयवर्णस्य स्थाने कवर्ण कवर्गीय आदेशः भवति पदान्ते चोहोपुः इति सूत्रेण सप्तम अष्टम अष्टम अध्याये द्वितीयपादे त्रिंशति सूत्रं त्रिंशत्तमं सूत्रं पद च वर्गान्तदातुनु अन्तिम वर्गीय अन्तिमवर्गीयवर्णस्य स्थाने कवर्गाद आदेशो भवति. वयं पठितवन्तः चोहुकुः अत्र उदाहरणं किं भगिनि चोहुकुः चोहुकुः इति क्री वदतु चक्रि क्रु क्रु अस्ति चेत् ककार बिकम्स् चकार न वदतु पच् धातुः इक्त प्रत्ययः स्वीकरोतु. पच् योगः इक्त तत्र चकारस्य ककारादेशः भवति चोहोकुः इत्यनेन चः इति रूपम्. धन्यवादः. द्वितीयबिन्दुः परन्तु व्रश्च भ्रश्च सृज मृज यज राज वृज व्राज चकारान्ताः शकारान्ता तेषां धातूनाम् अन्तिम वर्गस्य वर्णस्य स्थाने कनेस्तकार मूर्धन्यषकार आगच्छति. व्रश्च सूत्रमस्ति व्रश्च भ्रश्च सृज मृज यज राज ब्राजश्चषां च षः इति सूत्रम्. अत्र धातु व्रश्च भ्रश्च सृज मृज यज राज ब्राज छकारान्त षकारान्त धातुः अस्ति चेत् अन्तिमवर्णस्य स्थाने शकार मुद्दनशकार आगच्छति. सामान्यसूत्रं चोहोकुः तस्य अपवादः भ्रश्च भ्रश्च. समीचीन. अत्र हलादि जलिपत्ये पदान्तस्य अन्ते च सत्यं जलिपदान्ते च इति तत्र द्वयोः सूत्रयोः अनुवृत्तिः भवति. अग्रिमं भगिनि हकारान्तदातवः हकारान्तदातूनां हकारस्य स्थाने डकार आदेशो भवति होडः इति सूत्रेण. मानवत्वसहितमस्ति हः दः जले प्रत्यय पदस्य अन्ते च दातानिम हकार अस्ति चेत् अन्तिमवर्ण होडः इति सूत्रेण हकारस्थाने ढकार पदम् आगच्छति. धातोरादौ डकारः अन्ते हकारः चेत् हकारस्थाने घकार आदेशो भवति. सूत्रमस्ति प्रथम आदिवर्ण डकार अन्तिमवर्ण हकार अस्ति चेत् हकारस्थाने घकारादेश भवति. सूत्रमस्ति दाधेर्धातोर्घ इति सूत्रेण. अनन्तरम् अन्यमस्ति दृह् मुह्ष्णुः स्निः एषां चतुर्णां धातूनां हकारस्थाने विकल्पेन घकारो वा ढकारो वा भवति. सूत्रमस्ति वा दृह् मुह्ष्णु स्नुः स्निहाम् इति सूत्रेण धातु चतुर्दश धातवः तत्र धातवः सन्ति दृह् मृह् स्नुः स्निश्. अत्र हकारस्थाने होडः अपि भवति विकल्पेन घकार आदेशः अपि भवति. सम्यक् सत्यम् तत्र विकल्पेन नख् धातोः हकारस्य धकार आदेशो भवति. नख् धातु विशेषधातुः अस्ति. अत्र हकारस्थाने धकार आदेशो भवति न तु होडः वा दृह् वा दृह्मुष्णु दृह् स्निः सूत्रं बाधित्वा केवलं हकारस्थाने धकारः भवति. सः सर्वत्र जली पदान्ते च इत्येव अनुवृत्ति अग्रिमम् अपि पठतु भगिनि. बष्भावः इति बष्भावः एकाचो बशो बष् जषन्तस्य रद्वोः षद्वोः षद्वोः सूत्रं धातोः एकाचः जषन्तस्य बसः बष् षद्वोः पदस्य अन्ते च ओके तत्र दत्तं धातु एकाच् भवति बस् बस् अस्ति चेत् एकाच् जषन्तस्य अपि जष् वर्णः अन्ते अस्ति बषः बष् भव सद्वोः पदस्य अन्ते च न अवगतं भगिनि सूत्रं तत्र अग्रे पश्यतु तत्र प्रत्याहारस्य वर्णाः अपि लिखिताः अस्ति तत्र एकाच् भवति धातुः एकः अवयवः स्वीकरणीयं तत्र अवयवे एक अच् एकः एव अच् भवति जषन्तधातुः भवेत् प्रथमं जषन्तधातुः भवेत् धातोः अवयवे एकः अच् भवति अनन्तरं तत्र पशः पश् भवति पशः इत्युक्ते तत्र भ घ ड थ अल्पप्राण तृतीयवर्णः भ घ ड थ इति चकारं विहाय अन्ये वर्गतृतीयाः तत्र पश् स्थाने भष् महाप्राणः भवति भ घ ड ध तत्रापि झ जकारं विहाय वर्गचतुर्थाः समीचीनं सो तत्र त्री फोर् इति यदा पश्यामः तत्र फोर् फोर् इति भवति ओके सो द फोर् रेफर्स् टु जषन्तधातुः द लास्ट् फोर् पूर्वं यद् त्री इति आसीत् तद् त्री रेफर्स् इदानीं बष् स्थाने भष् भवति सो अतः यदा पश्यामः तत्र फोर् फोर् इव दृश्यते अवगतं वा इदानीम् अवगतं भगिनि तद् बहुवारम् अस्य प्रयोगः भवति अतः तत्र तस्मिन् समये इतोपि स्पष्टं भवति एकाचो बशो बष् जषन्तस्य स्वोः इत्यस्य तु प्रयोगः अवश्यं भवति सकारान्तः अपि पठतु भगिनि सकारान्तधातवः सकारान्तधातूनां पदत्वे सति टिपि दत्त्वम् शिपि धातोः तस्मात् पूर्वं टिप्यनस्ते टिप्यनस्तेः इति सूत्रं सः पदस्य दः टिपि अनस्तेः सकारान्तधातु पूर्वं दृष्टवन्तः ओके सकारान्तधातु पदसंज्ञा भवति चेत् टिपि दत्त्वम् किं तिपि दत्तवान् तिप् प्रत्ययः तिप् इति अस्माकं प्रथमपुरुष एकवचनप्रत्ययः तस्य तु दत्त्वं भवति ओ सत्त्वं भवति ओके ह भवति पश्यामः नस्ते किल नस्ते तिपि परतः सकारान्तस्य पदस्य अनस्तेः दकार आदेशः भवति अस्तेः इति षष्टिः एकवचनम् अस् अस् इति अस्ति चेत् अनस्तेः इत्युक्ते अस् धातुः नास्ति चेत् न अस्तिः अनस्तिः अनस्तेः इति षष्टि अनस्तेः मा भवतु अन्ये दातवः सन्ति चेत् तत्र दकारस्य स्थाने सकारः भवति कदा भवति इत्युक्ते तिपि परे न न सकारस्य स्थाने दकारः नास्ति तस्य स्थाने दकारः सकारस्थाने सकारस्य सम्यक् उक्तवती वा प्रथमवारम् अस्तु षष्टिपि अनस्तेः षष्टि, सप्तमी तिपि षष्टि इति षष्टि एकवचनम् अनस्तेः सः इति अनुवृत्तिः सकारस्य स्थाने एव दकार आम् प्रथमवारं सम्यक् उक्तवती, द्वितीयवारं कन्फ्यूशन् अभवत्. सकारान्तधातूनां पदत्वे सति शिपि ऋत्वं दत्वं वा समुच्चयार्थे. ओके, नूतनसूत्रमस्ति सकारान्तधातूनां पदस्य संज्ञा भवति चेत् ऋत्वं सकारस्थाने ऋत्वं वा दत्वं भवति. शिपि धातोर्वा इति सूत्रं वदति सकारान्तधातु पदसंज्ञा अस्ति चेत् सकारस्थाने रेफा वा दकार वा आदेशः भवति. देशद्वयम् अत्र विकल्पेन रुः दः इति रेपः दकारः इति तत्रापि सिपि परे सकारान्तधातुः अतः तत्रापि तदेव भवति. परन्तु अत्र सकारान्तेषु तु पदसंज्ञा आवश्यकः, पदसंज्ञा आवश्यकी भवति. सम्यक् भगिनी, धन्यवादः. उषा भगिनी, वक्तुं शक्नोमि? वदतु महोदय. दकारान्तदातवः, दकारान्तदातून् श्रूयते वा इदानीं? आं श्रूयते, श्रूयते. अस्तु, दकारान्तदातूनां पदत्वे सति सिपि ऋत्वं दत्वं वा दश्च इति सूत्रं वदति दः च धातोः पदस्य रुः वा सिपि इति दकारान्तधातुः भवति. पदत्वे सति ऋत्वं विकल्पेन भवति, ऋत्वं भवति इति अस्ति. तर्हि दश्च धातोः पदस्य रुः वा सिपि विकल्पेन भवति इति अस्ति. तर्हि तत्र एकं एकस्मिन् अवस्थायां तत्र द एव अवशिष्यते, अनन्तरं ऋत्वम् अपि ऋत्वं भवति. तर्हि सकारान्तस्य परत्वे सति दत्त्वं भवितुम् अर्हति, परन्तु दकारान्तानां ऋत्वं भवति पुनः. तत् क्षम्यतां, सकारान्तपदत्वे सति दत्त्वं भवति सकारस्य. इदानीं दकारान्तस्य पदत्वे सति ऋत्वं भवति विकल्पेन इति अस्ति सिति परे इति खलु भगिनि. दश्च एकनिमिषं, दश्च इत्यनस्तेः सिपि धातोरुर्वा दश्च इति क्रमेण आगच्छति. दः इति षष्टि एकवचनम् अव्ययं, दः सिपि रुः वा धातोः सकारान्तस्य धातोः पदस्य सिपि परतः भवति दकारो वा. अतः सिपि परतः यदा दकारान्तधातुः अस्ति चेत् रुः भवति अथवा तत्र दकारः एव तिष्ठति. समीचीनमेव उक्तवान् महोदय. अग्रे मकारान्तानां पदत्वे सति मकारस्य स्थाने नकारः, मोनो धातोः महधातोः पदस्य अन्ते नः. मकारान्तपदमस्ति पदत्वे सति नकारः भवति, नकारः भवति इति अस्ति. तत्र निमित्तं किमपि नास्ति वा? पदत्वे सति एव पदत्वमेव निमित्तं तावदेव. सत्यं, तत्र 864 किल एतत्त्वं कुत्र स्मः? पूर्वमस्ति. आं पूर्वमस्ति, महानः मनो धातोः पश्यामः. धातोः पदान्ते विद्यमानस्य पदान्ते एव महोदय, किमपि अन्यत् नास्ति. मकारस्य नकारादेशः भवति, तावदेव तत्र. परन्तु अत्र सर्वत्र तिप्यनस्तेः आरभ्य सर्वत्र तत्र पदत्वम् अपेक्षितम्. एकाचो बशो बश् इत्यस्य तु नास्ति, स्वोः पदस्य अन्ते च इति अस्ति. पूर्वं जलिपदान्ते इति आसीत्, परन्तु तिपि अनस्तेः एय् टु एतत्तु क्रमेण नास्ति. अतः मोनो धातोः प्रथमं स्वीकुर्मः तत्र सर्वत्र पदत्वम् तद् तु पूर्वमस्ति अपरान्ते न भवति इति अस्ति सत्यं तद् किञ्चित् स्मर्तव्यं यदा आगच्छति तत्र स्मर्तव्यम् आं महोदय जष्त्वं चत्वं जष्त्वं चत्वं पदान्ते जल् इत्युक्ते वर्गस्य प्रथमः द्वितीयः तृतीयः चतुर्थो वा चेत् जत्वसन्धिः छत्वसन्धिश्च जलान् जस्वन्ते इति अष्टमध्यासे द्वितीयपादस्य ऊनचतुर्विंशतितमं सूत्रमस्ति पदस्य अन्ते जलां जषः इति सामान्यसूत्रमस्ति अग्रिम अस्ति तत्त्वं भवति वावसाने अवसाने जल् वर्णस्य चर् विकल्पेन भवति अवसाने जलां चरो वा इति वयं जानीमः तत्र एतत् चतुर्थपादे अस्ति षट्पञ्चाशत्तमं सूत्रमस्ति अतः अत्र सोपानत्रयं स्मर्तव्यम् अत्र अस्माकम् एतद् यङ्ग् लुगन्तकृते अपि एतद् आवश्यकं भवति प्रथमसोपाने तु अपृक्तहल्वर्णः अस्ति चेत् लोपः भवति द्वितीयसोपाने यदा पदान्तकार्यं चेत् पदान्ते संयोगः अस्ति चेत् चत्वारि सूत्राणि यदा चवर्गान्तदातवः अस्ति चेत् चोहोकुः अथवा व्रश्च हकारान्तदातुः अस्ति चेत् पुनः तत्र प्रायः चत्वारि सूत्राणि बष्भावः एकाचो बशो बश् एव सकारान्तदातुः अस्ति चेत् तिप्यनस्तेः सिपिधातोरूर्वा परन्तु तत्र पदान्तत्वम् अपेक्षितं पुनः धकारान्तदातुः अस्ति चेदपि पदान्तत्वम् अपेक्षितं दश्च कारान्तदातुः पदान्तत्वम् अपेक्षितं मोनो धातोः तृतीयसोपानम् अस्माकं जष्ट्व चत्व कार्याय इत्येव प्रथम शीट् मध्ये आसीत् महोदय द्वितीय शीट् अपि पश्यति वा सकारे परे सकारादिप्रत्यये परे लङ् विहाय इति अस्ति अस्तु इदानीम् आदौ एकनिमिष अस्तु धातोः अन्तिमवर्णः तत्र कख गघ छच अपि च झझ शश एषु अन्यतमः चेत् तस्य वर्णस्य स्थाने ककारो भवति इत्युक्ते कवर्गप्रथमः द्वितीय कवर् न शाक्षम्यता प्रथमा द्वितीया तृतीय कख घ अस्तु तत्र छ झ कख अस्तु वर्गस्य प्रथम चत्वारः अस्तु अग्रे आं सत्यं तस्य वर्णस्य स्थाने ककारादेशः भवति कवर्ग चवर्ग षकार षकार अस्ति चेत् किं भवति सूत्रमस्ति आदेशप्रत्ययोः इत्यनेन तत्र अष्टमादतृतीयपादस्य नवपञ्चाशत्तमं सूत्रमस्ति इण्कोः आदेशप्रत्ययोः अपदान्तस्य सः मूर्धन्य संहितायां नुं विसर्जनीय षर्व्यवाये अपि इति अस्ति तत्र इण्कोः तत् इण् इत्युक्ते तत्र इण्कोः इति इण्वर्णः इत्युक्ते तत् लण् पर्यन्तमस्ति कवर्ग आदेशप्रत्ययो आदेशस्य प्रत्ययस्य सकारस्य अपदान्तस्य एव भवेत् तत् मूर्धन्य भवति मध्ये अनुस्वारः विसर्जनीय शर् व्यवाये अपि इति अस्ति तत्र मध्ये एते अन्सति चेदपि भवति इत्युक्ते शश अस्ति चेदेव भवति इति अस्ति शर् इत्युक्ते शश स एते अग्रे तत्र इदानीं तत्र खरि चैतन्येन जलां चर् खरि च संहितायां यत्र करिपरे तत्र अनन्तरं तत्र जल् वर्णस्य चर्त्वं भवति चरादेशः भवति एतदेव एकमेव कार्यम् अत्र कुत्र अस्ति भगिनि करपत्रं तत्रैव द्वितीय शीट् द्वितीय शीट् तत्र गूगल् डाक्स् मध्ये तत्र शीट्स् मध्ये पञ्च शीट् सन्ति भगिनि, प्रथमं पठितवन्तः, द्वितीयं तत्र एव नोदयतु स प्रत्यये परे इति. I don't see the second paper. No, no. Okay, you, are you able to see a bar in the bottom of your screen? So there are five sheets. For me also, I have to go back and again open the email, but you need to get the second sheet. Yeah. Oh, no, you will have a bar probably. Yeah, underneath, I didn't see. In the beginning, I saw Bagini, but after that, I didn't see now. Anyway. Probably the bar is closed. You have to open the bar. Then there are five sheets. Tatra dvitiya sheets. Eta. Okay. Astu. Kramena asti kalum. Aam, kramena. Kramena. Phone madhye katam agachati iti na janami. Parantu laptop madhye eta adrishameva agachati. Kramena asti. Okay, I have the iPad bagini, so that's why I think it's not, I'm not seeing it. You have to... Prayah has mobile madhye pancha sheet api na drishyate. Oh, okay, okay. So you have to go back to the mail and open it again, bagini, then. Okay, bagini. Kaitna kara. तव वदतु, अहं स्क्रीन् शेरिङ्ग् करो. महोदय पठतु, मया प्रयत्नं करोतु अथवा अहं स्क्रीन् शेरिङ्ग् आन् करो. धन्यवादः. आं महोदय, द्वितीयमस्ति द्वितीयमस्ति छ झ इत्यस्य ककारः भवति. चकारस्य प्रकारद्वयमस्ति. एकमस्ति तत्र सामान्यसूत्रमस्ति चोः कुः इति वयं दृष्टवन्तः पूर्वं. चोः कुः जलिपदस्य अन्ते, जलिपरे पदस्य अन्ते च चोः कुः भवति. इदानीम् अग्रे अस्ति व्रश्च भ्रश्च सुधम राजप्रशाम् इति. तत्र तेषां तत्र एतत् अपवादसूत्रमस्ति इति चिन्तयामि. तत्र यदि भ्रज् केचन जकारान्ताः भवन्ति तत्र तेषाम् अपि तत्र किं भवति अत्र पद तेषां शकारः भवति जलिपदस्य अन्ते च जनेन भवति. व्रश्च व्रश्च तत्र व्रश्च खलु व्रश्य खलु व्रश्य खलु तत्र तत्र अस्ति ब्रज् इति ब्रज् ब्रज् सृज् मृज् यज् राज् ब्राज् इति जकारान्त चवर्गीय चवर्गान्तदरव सन्ति. अतः तेषां तत्र चोः कुः इत्यनेन भवति स्म कुत्वं, परन्तु न भवति, आदौ षत्वं भवति, षत्वं भवति. अनन्तरं तत्र इदानीं तत्र सीपरे यदि सकारादिप्रत्ययः अस्ति चेत् तस्य ककारादेशः भवति षडोकः सि इत्यनेन. तत्र अष्टमाध्यायद्वितीयपादस्य ऊनप्रत्याशत्तमं सूत्रमस्ति. एकचत्वारिंशत् अहं सत्यम् एकचत्वारिंशत् षडोकः सि इति. अग्रे इदानीं तत्र ककारः अस्ति अतः आदेशप्रत्ययो इत्यस्य आदेशप्रत्यय अपरान्तस्य इदानीं सकारः अस्ति, सकारादिप्रत्ययः अस्ति अतः अपदान्तस्य मूर्धन्यः भवति. अतः पुनः तत्र षकारः भवति, तत्र सकारस्य षकारः भवति. तर्हि जकारस्य षकारः षकारस्य इदानीं सकारः अस्ति चेत् तत्र ककारः भवति. यदा ककारः अस्ति चेत् तत्र सकारादिप्रत्यये पदे तत्र सकारस्य मूर्धन्य इत्युक्ते षत्वं भवति अस्ति. अतः क्रमेण स्मर्तव्यं यदा सी प्रत्ययः परः अस्ति चेत् कार्यत्रयं भवति. समीचीनं महोदय. अग्रे चकारस्य अत्रापि प्रकारद्वयम् अस्ति. प्रथममस्ति चोः षूडन्नासिके च इति. तत्र एतत् षष्टाध्यायचतुर्थपादस्य नवदशतमं नवदश खलु ऊनविंशतितमं सूत्रमस्ति. ऊनविंशति समीचीनमेव नवदश अथवा ऊनविंशति श्वोः अङ्गस्य शूट् तत्र शूड् इत्युक्ते षकार ऊट् क्विज लोह अनुनासिके च अत्र षकार अस्ति चेत् चकार इत्युक्ते तुक्सहितचकारस्य इति भवेत् तुक्सहितचकारस्य तत्र क्विप्रत्यये परे जलादिप्रत्यये परे अथवा अनुनासिके अनुनासिकादिप्रत्यये परे अनुनासिके तत्र किं भवति तस्य इदानीं षकारादेशः भवति चकारस्य क्योः चकारस्य षकारः वकारस्य ऊट् इति अस्ति अस्तु इदानीम् अस्माकं चकारस्य अतः चकारस्य तुक्सहितचकारस्य षकारः भवति यथा पापच् पाप्रच् युगसि इति अस्ति प्रच् प्रच् पाप्रच् इति भवति तर्हि तत्र सकारादिप्रत्यये परे सकारादि अस्ति अतः जल् अस्ति अतः तुक्सहितचकारस्य षकार भवति इदानीं षकार अस्ति चेत् व्रश्च व्रश्च इतरेण इदानीं तस्य षत्वं भवति षकारान्तजलिपदान्ते षत्व षत्वं भवति प्रापश्योगसि इति अस्ति इदानीं षडोकहसि इत्यनेन तत्र ककारः भवति अतः अनन्तरं ककार अस्ति चेत् ककारसकार अस्ति चेत् तत्र सकारस्य षत्वं भवति आदिशप्रत्यय होयङ्को इत्यनेन प्राप्रक्षि इति भवति सत्य तद् प्रायः बहुपूर्वं वयं पठितवन्तः अत्र चर्चा आसीत् किमर्थं श्वोः शूडनुनासिके च स्वीकर्तव्यं किमर्थं साक्षात् व्रश्च व्रश्च इति इत्यनेन एव वयं षकारः साधितुं न शक्नुमः इति तत्र मतभेदाः आसन् महाभाष्यम् इति बहुपूर्वम् एकवारं पठितवन्तः अतः अनेन क्रमेण वयं कुर्मः प्रथमं तुक्सहितचकारः अस्ति चेत् तत्र श्वोः षडनुनासिके च इत्यनेन षत्वम् अनन्तरं तत्र व्रश्च व्रश्च इत्यनेन मूर्धन्यषकारादेशः इति क्रमः वयं स्वीकुर्मः इति तत्र प्रायः तत्र काशिकायां भिन्न भिन्न रीत्या साधितवन्तः अग्रिमस्ति इदानीं राल्लोपः इति एतत्तु ऊनत्रिंशत्तमं सूत्रमस्ति एतदपि अङ्गकार्यमस्ति राल्लोपः अङ्गस्य रात् चोः लोप अनुनासिके क्विज्जलोः इति रेफपूर्वक चकारान्तधातुः इदानीं तत्र चोः इत्युक्ते चकारः वकारः अत्र तुक्सहितचकारः इति नावश्यकं खलु तत्र केवलं चकारः अनुनासिके क्विज्जलोपरि तदेव निमित्तं समानमेव अस्ति तर्हि इदानीं रेफपूर्वं चकारवकारः अस्ति चेत् तत्र लोपः भवति लोपः भवति चकारवकारयोः लोपः भवति अङ्गस्य लोपः भवति खलु अङ्गस्य इत्युक्ते तत् चकारवकार एव खलु सत्यम् एतद् बहुवारं वयं प्रायः न दृष्टवन्तः पश्यामः अत्र अस्मिन् करपत्रे उदाहरणानि सन्ति वा आल्लोपः तत्र सत्यम् एतद् मोमोच् धातुः अहं स्मरामि आम् सत्यं तद् तत्र एव बहु परन्तु यदा श्वोः शूडनुनासिके च वा अन्यत् किमपि संयोगान्तस्य लोपः तादृशं वयम् अस्य प्रयोगः अधिकं न कृतवन्तः प्रायः रेपान्तवका क्षम्यतां रेपपूर्वकचकारान्तधातुः अधिकं नास्ति नास्ति इति कृत्वा तत्र सन्धिकार्ये वयं तावदेव तत्र कारपत्रं पठितवन्तः तदा किञ्चित् कृतवन्तः अग्रे महोदय चकार अग्रे प्रकारद्वयम् अत्रापि जकार चोः कुः इति सामान्यसूत्रमस्ति व्रश्च व्रश्च इत्यनेन तत्र षत्वं भवति इति अस्ति चोः कुः इति जलिपदान्ते व्रश्च व्रश्चापि जलिपदान्ते खलु तत् जलिपदान्ते एव आं व्रश्च व्रश्च अपि जलिपदान्ते एव अग्रे झकारान्तस्य एकप्रकारः एव अस्ति चोः कुः इत्यत्र जकारस्य नास्ति तत्र वृष्टवर्ष इत्यस्मिन् जकारः जकारान्तदातुः नास्ति अतः सामान्यसूत्रमस्ति चोः कुः इत्यनेन कुत्वं भवति जकारान्तस्य इति अस्ति तर्हि तत्र चवर्गस्य समाप्तम् अनन्तरं षकार अग्रे षकारस्य ककारः भवति कदा भवति सी परे शरोकः सी इति तत्र ऊनपञ्चाशत्तमं क्षम्यताम् एकचत्वारिंशत्तमं सूत्रमस्ति द्वितीयपादे षडोकः सि इति अग्रे इदानीं षडोकः सि इति इदानीं ककारस्य इदानीं तत्र षकारः भवति छसांशः इति सूत्रेण तत्र षट्त्रिंशत्तमं सूत्रमस्ति अनन्तरं किमस्ति तत्र षकारस्य षडोकः सि इति भवति ककारः भवति आदेशप्रत्ययोः सामान्य भवति इति अस्ति एतदेव अस्माकं चवर्गस्य अभवत् अनन्तरं सवर्गः धन्यवादः महोदय प्रायः उषा भगिनी पठति एतावत् स्पष्टमस्ति वा आं भगिनि किञ्चित् इदानीं स्मारणम् आं तद् साक्षात् वयं धातुः स्वीकृत्य कुर्मः चेत् दोषः एव भवति बहु पूर्वं कृतवन्तः अतः एकवारं पूर्वावलोकनं कृत्वा धातुः स्वीकृत्य कुर्मः चेत् अस्माकमपि किञ्चित् दृढः भवति किल किञ्चित् कृतवन्तः वयं अस्तु अस्तु समीचीनम् एतत्तु कुत्र आसीत् इत्येव अहम् अन्वेषणं कृतवती एतत् डाक्युमेण्ट् अस्ति इति स्मरणे आसीत् परन्तु कुत्र अस्ति इति अनन्तरं यदा उद्घाट्य दृष्टवती ओ एतत् सर्वम् अस्ति वा अस्मिन् डाक्युमेण्ट् मध्ये इति मम एव कदा कृतं किमपि न स्मरामि अस्तु उषा भगिनी पठति वा टवर्गः आं भगिनि टवर्गः टकारः ठकारः ढकारः ष्ठुनाष्टुः इत्यनेन ष्टुत्वं भवति स्तोः ष्ठुनाष्टुः संहितायां परिचितसूत्रमेव ढकारः षडोकः सि ढकारस्य कृते षडोकः सि इत्यनेन षकारः अथवा ढकारः सि परः अस्ति चेत् ककारः भवति अनन्तरम् आदेशप्रत्ययोः इत्यनेन इन्कोः आदेशप्रत्ययोः अपदान्तस्य सह सकारः मूर्धन्यः संहितायां नुम् विसर्जनीय नुम् विसर्जनीय शर्व्यवाये अपि नुम् तत् सूत्रम् ऐ स्किप् फर्गेट् नुम् विसर्जनीय शर्व्यवाये अपि ओके नकारः भवति ष्टुनाष्टुः प्रथमं सूत्रम् अनन्तरं नकारः नत्वस्य सूत्रम् ओके तवर्गः तकारः तकारः धकारः धकारः सामान्यं खरीच खरीच इत्यनेन जलां चर् खरीच संहितायां विशेषसूत्रं भवति एकाचो भषो भष् जषन्तस्य द्वोः इति एकाच् धातुः जषन्तः भवति तत् जषन्तस्य एकाच् धातुः भषः भष् भवति सकारः द्व इति अस्ति परः अस्ति चेत् पदस्य अन्ते अस्ति चेत् पदस्य अथवा अन्ते अपि पदान्ते अपि भष् भवति जषन्तस्य जशन् त्री फोर् भगिनी उक्तवती त्री फोर् इति फोर् फोर् इति भवति अस्तु नकारः नश्चापदान्तस्य जलि अपदान्तस्य मह नः भवति अनुस्वारः च अनुस्वारः जलिसंहितायां नश्चापदान्तस्य जलि पकारः फकारः बकारः भकारः खरि च इत्यनेन करिच इत्यनेन चर्त्वं भवति जलां चर् खरिच संहितायाम् आम् अनन्तरं भष् भावः एकाचो भषो भष् जषन्तस्य द्वोः इदानीमेव वयं पठितवन्तः भष् भावः भवति बश् इति भष्मावः. मकारः नश्चापदान्तस्य जलि. अनुस्वारस्य ययि परसवर्णः इत्यनेन अनन्तरं परसवर्ण आदेशः भवति. अतः तत्र यदा वयं पश्यामः प्रथमवर्णः अस्ति चेत् खरीच एव तत्र खरीच एव भवति. तवर्गस्य कृते तु श्रुणाष्टुः तत्र आगच्छति कार्यं कर्तुं. थवर्गः यदा पश्यामः तत्र खरीच, चवर्गस्य तु चोहोकुः. अतः तवर्गस्य खरीच, पवर्गस्यापि खरीच एव भवति. आम् अग्रे बाधकसूत्रं किमपि नास्ति इति वक्तुम् इष्टवती तावदेव. तत्र पवर्गस्य थवर्गस्य तवर्गान्तदातवः वयम् अधिकं पश्यामः. पवर्गान्तः प्रायः अधिकं नास्ति. यकारः अनन्तरं यकारः वकारः. यकारः लोपो व्योर्वलि, व्योः लोपः वलि. यकारस्य लोपः भवति सकारे परे, सकारः वल् प्रत्याहारे विद्यमानत्वात्. व्योर्वलि इत्यनेन अधिकमागच्छति किल. प्रथमकार्यमपि भवति लोपो व्योर्वलि. वकारः अस्ति चेत् राल् लोपः. स्त्री अर्धवन् वि डोण्ट् यूस् दट् मच् भगिनि. राल् लोपः चोकोषूडनुनासिके च ज्वर त्वर. राल् लोपः वकारः अङ्गस्य रात् च्वोः लोपः अनुनासिके क्विज्जलोः. अङ्गस्य रात् सो रात् इति पञ्चमी. रकारस्य परः च्वोः लोपः भवति अनुनासिके क्विज्जलोः. अनुनासिके परः अथवा क्विप् अथवा जल्. ओके. राल्लोपः वकारस्य कृते, यकारवकारस्य कृते स्मर्तव्यं राल्लोपः इत्यनेन रात् परः च्वोः लोपः अनुनासिके क्विज्जलोः. अनन्तरं च्वोः षूड् अनुनासिके च इदानीमेव वयं दृष्टवन्तः च्वोः अङ्गस्य शकारः. अनन्तरं वकारस्य स्थाने वूड् खलु भगिनि. आम् सत्यं. वकारस्य स्थाने वूड् आदेशः भवति. क्विप् अथवा जल् अनुनासिके च इति. ओके. च्वोः शूड् अनुनासिके च. चकार तका तुक्सहितचकारः शकारः भवति. वकारः वूड् भवति. क्विप् अथवा जल् परः अस्ति चेत् बट् दिस् वकारः अनन्तरं लोपः अस्ति वा. नूड् वकारः वूड् भवति. आं सत्यं. चकार तुक्सहितचकारस्य शकारः शकारः वकारस्य ऊट्. एतत्तु सामान्यसूत्रमस्ति. राल्लोपः एव विशिष्टसूत्रं. तत्रापि च्वोः एव. तदेव महोदयस्य प्रश्नः आसीत् किल महोदय. तत्र च्वोः इति तत्रापि अस्ति इति अत्र एव लिखितमस्ति. स्वोः शूडनुनासिके च इति सामान्यसूत्रं. तत्र यदा तत्र रात् चोः अस्ति चेत् तद् लोपः भवति. विशिष्टसूत्रमस्ति. सामान् निमित्तं तु समानमेव किल अनुनासिकपि च लोपो. अनन्तरं सूत्रमस्ति ज्वर् 1920 राल्लोपः इति 21 भगिनि. 21 एतत्तु 20 इति ज्वरद्वर एव. ज्वर स्रिव्यवि अम् उपादायाश्च. वयं दृष्टवन्तः परन्तु अहं विस्मरामि. ज्वर त्वर स्रिव्यवि मव् अम् उपादायाश्च. ज्वर त्वर स्रिव्यवि मवाम् अङ्गस्य उपादायाः वह च वूट् क्विप् जलो अनुनासिके च. ओके. उपादायाः वह ज्वर त्वर श्रव्यवि मवाम् अङ्गस्य उपादायाः वह च ऊट् क्विप् जलो अनुनासिके च. सो पूर्वसूत्रेण ऊट् अपि आगच्छति, अनन्तरं अनुनासिके च अपि आगच्छति. ज्वर त्वर स्रिव् यवि ओ स्रिव् यवि यवि अण्ड् देन् मवाम् ओके अस्तु. ज्वर त्रो ज्वर त्वर ज्वर त्वर स्रिवि अवि मवाम् ओके ज्वर त्वर स्रिवि त्रिवि स्रिवि अवि अव इति मवाम् षष्टी बहुवचनं भगिनी बहुवचने मवाम् एतेषाम् एतेषां षष्टी बहुवचनं मव इत्येव धातुः तत्र इत्येषाम् अङ्गानां वकारस्य उपादायाश्च स्थाने ऊट् इति अयम् आदेशो भवति. तत्र एव क्वौ पर अनुनासिके जलादौ च निति इति तत्र नासिके च पञ्चदातवः पञ्चदातवः ज्वर त्वर स्रिवि अव मव इत्येतेषाम् अङ्गानां धातुः इति न उक्तमस्ति इत्येतेषाम् अङ्गानां वकारस्य उपादायाश्च स्थाने ऊट् इति अयम् आदेशो भवति. अस्तु भगिनि अनन्तरं लोपोभ्योर्बलि परिचितमेव देन् आदेशप्रत्ययोः भगिनि अत्र अत्र तत्र उपादायं वकारः अस्ति चेत् तत्र ऊट् भवति अथवा उपादायं किमपि न तत्र ज्वर् इति उपादायमस्ति त्वर् त्रिवि इत्यस्मिन् वकारस्य एव खलु आम् श्रिव् इत्यस्मिन् वकारस्य ऊट् इत्यस्मिन् वकार सुवः इति तत्र रूपं दत्तमस्ति श्रू इति श्रिव् इति अङ्गं किल तत्र यदा उपादायां तत्र क्षम्यतां तत्र यदा ऊट् इति आदेशः भवति चेत् श्रूः श्रुवौ श्रुवः श्रुतः श्रुतवान् श्रुतिः इति तत्र आदेशः अव् इत्यस्य ऊः उवौ उवः इति भवति मव् इति मव् इत्यस्य तु मुः मुवौ मुवः इति भवति. सूत्रे श्रव् इत्येव दत्तं खलु भगिनि श्रवि श्रवि इत्यस्य श्रिव् इति धातु स्वीकृतवान् किम् धातुः इति न अङ्गम् इति श्रिवि श्रवि इति बट् सूत्रे श्रिव् श्रिव् इति सकारः अस्ति इक्ष्टिपौ इति वदति वा आं श्रिव् इति खलु श्रिवि अव अव एव श्रिवि अवि मवाम् तत्र तत्र पक्षद्वय तत्र किम् अस्ति इत्युक्ते तत्र पूर्वं यद् यस्ति वासु मध्ये श्रिव् इति अस्ति परन्तु यदा काशिकायां पश्यामः तत्र श्रिवि इत्येव अस्ति श्रिवि श्रिविसुः श्रिविसृः श्रुवौ श्रुवः श्रुतः श्रुतवान् श्रुतिः इति अस्ति तत्र अन्यथा धातुः यवि यव् इति भवति खलु श्रिवि भवति चेत् तद् यव् इति भवेत् अत्र श्रिवि इति अस्ति अतः एव अव् इति भवति तत् प्रश्नः नास्ति प्रश्नः सकारः वा चकारः वा दन्त्य वा ताळव्य वा इति प्रश्नः अत्र तत्र पूर्वं श्रूः श्रुवौ श्रुवः इति दत्तम् अनन्तरं काशिकायां तु श्रुवौ श्रुवः दन्त्य इति दत्तम् अतः तद् धातुः धातोः भेदः वा उच्चारणे भेदः वा इति कश्चन प्रदेशेषु तु सा श इति तत्र भेदः अस्ति किल तादृशं किमपि वा इति अनदर् रीडिङ्ग् इस् तत्र एव दत्तमपि एस् सि वासु मध्ये इन् ज्वर त्वरा द ऊ रीप्लेसस् वा एस् वेल् एस् आ विच् फालोस् वा तत्र एव अन्तिमवाक्यम् अनदर् रीडिङ्ग् इस् स्रिव् पाठान्तरम् अस्ति तावदेव स्रिव् इत्यपि साधु स्रिव् इत्यपि साधु अहं श्रुतवती बेङ्गाली लाङ्ग्वेज् तदेव सकारः नास्ति आम् सत्यम् सत्यं सत्यं प्रायः तत्र पाठान्तरं भवेत् आं भगिनी अग्रे अपि पठतु एकं लोपो व्योर्बलि आदेशप्रत्ययोः आदेशप्रत्ययोः सः स्याद् आर्धधातुके सः अङ्गस्य तः सि आर्धधातुके सः अङ्गस्य सकारः अङ्गस्य 7449 ओके सः स्याद् आर्धधातुके तः सकारान्तधातुः अस्ति चेत् तत्र सः अङ्गस्य तः सि प्रत्यये परे आर्धधातुकप्रत्यये परे एव अतः इदानीम् आर्धधातुके यङ्ग् लुक् सः अङ्गस्य सः सि परः अस्ति चेत् सत्यम् अस्तु भगिनि सः अङ्गस्य तः सः स्याद् आर्धधाति दट् तदपि वयं न प्रायः बहुवारं न प्रायः एकवारं हकारः अनन्तरं हकारः सामान्यनियमः होडः षडोकः सि इदानीमेव वयं दृष्टवन्तः होडः षडोकः सि आदेशप्रत्ययोः होडः वयं हकारः डकारः भवति पदस्य अन्ते च जलीपदस्य अन्ते च षडोकः सि शकारः डकारः ककारः भवति सकारः परः अस्ति चेत् आदेशप्रत्ययोः इत्यनेन अनन्तरं इन्कोः आदेशप्रत्ययोः अपदान्तस्य सह मूर्धन्यशकारः भवति बकारादीनां गकारादीनां धातूनां बकारादीनां गकारादीनां च धातूनां बष्भावः बकारादीनां गकारादीनां च धातूनां बष्भावः प्रथमं होडः किमर्थम् ओडः अन्दन् एक ओ डः डः बश् जशन्त जशन्त नीडेड् इत्यनेन ओके होडः इत्यनेन हकारस्य स्थाने डकारः भवति तत् ढकारः डश् भवति सो एकाचो बशो बश् जशन्तस्य द्वोः इत्यनेन धातोः एकाचः अपि च जश् भवति पूर्वसूत्रेण डकारः भवति जश् भवति दट् बश् इति भष् भवति सकारद्वोः प्रत्ययः परः अस्ति चेत् ओके षडोकः सि तदपि वयं दृष्टवन्तः षडोकः सि आदेशप्रत्ययोः षडोकः सि अत्र कः इदानीं तत्र इदानीं यदा बश् जशन्तधातुः तदा यदा होडः अथवा एकाचो बशो बश् इत्यनेन तत्र किमपि षकारः अस्ति चेत् डकारः भवति चेत् किल डकारः यदा आगच्छति चेत् चतुर्थवर्णः तत्रापि कः भवति किल तस्मिन् सन्दर्भे प्रसङ्गे सति एव दट् इस् 8239 एकाचो बशो बश् 8241 सम्थिङ्ग् षडोकः 8249 ओके सो अन्तरसूत्रम् एव ओके आदेशप्रत्ययोः ओके इन्कोः आदेशप्रत्ययोः अपदान्त देन् दकारादि हकारान्तेषु हकारस्य ककारः ओके धाते धातोर्गः तदपि ओके वयं जश् जश् लभ्यते जश् लभ्यते इत्यनेन एकाचो बशो बश् जशन्तस्य स्वोः सूत्रम्, अनन्तरं खरी च भष् भष् इति भष् भवति, ओके भष् अन्दन् जश् अन्दन् स्वोः, ओके खरी च, खरी च ओके जलां चर् भवति खरी च, ओके खरी च सकारः खर् भवति इत्यनेन, ओके आदेशप्रत्ययोः इन्कोः आदेशप्रत्ययोः, ओके प्रायः आदेशप्रत्ययोः प्रथमम् अनन्तरं करी च भवति, फोर् आम् आम् आदेशप्रत्ययोः प्रथमम् अनन्तरमेव करी च. वादृहमुहश्नुहश्निहाम् इत्यपि जश् प्रथमम् आयाति, जश् अन्त अन्तः भवति, अनन्तरम् एका च बशो बश्, अनन्तरम् आदेशप्रत्ययः, अनन्तरं करी च. नः धातुः या वयं दृष्टवन्तः नहोदः, नहोदः इत्यनेन अपि जशन्त लभ्यते. एतदेव सप्रत्यये परे लङ्लकारं विहाय प्रथमं यद् दृष्टवन्तः लङ्लकारस्य विषये भवति, सकार सकारादि प्रत्यये परे. इदानीं सप्रत्यये परे केवलं सप्रत्यये परे कार्यम्, इदानीं थ प्रत्यये परे पश्यामः. धन्यवादः भगिनी. विजया भगिनी पठति वा? दशनिमेषाः सन्ति, इतोपि एकं करपत्रं प्रायः पश्यतु. आम्, अत्र प्रथमबिन्दुः वर्गस्य प्रथमः द्वितीयः तृतीयः वर्णः प्राक् अपि च जित् वा परे चेत् करि च भवति. अत्र सूत्रमस्ति अनुवर्तिसहितसूत्रं, किमपि नास्ति खरि ख इख् इख् ग एतत् सर्वाणि वर्णानि इक् भवति खरि च इति सूत्रेण. तृत् अत्र ककारः अस्ति, खकारः अस्ति, घकारः अस्ति, तत् स्थाने ख भवति खरि च इति सूत्रेण. अत्र जलां छर् खरि च संहितायां यत्र सामीप्यमस्ति तत् च स्थाने खरि भवति इति खरि च इति सूत्रं कार्यं करोति. अनन्तरं च वर्गस्य समूहत्रयं प्रथमं चकारजकारयोः सामान्यं च च इक् भवति. एतत् प्रसिद्धसूत्रमस्ति चोहो कुहु इत्यनेन. अत्र जलिपदस्य अन्ते चकार कुचिटु तुपु इति छु यत्र भवति तत् स्थाने कु भवति, इत्युक्ते अत्र कुवर्णः च वर्णस्य स्थाने भवति इति सूत्रं तादृशम् तदेव करि च. अनन्तरं जलां चर् खरि च संहितायाम् इति भवति. अनन्तरं द्वितीयबिन्दुः ब्रच्छ ब्रच्छ सृज मृज यज राज ब्राज इति च वर्गान्त दातवः चेत् षकारः आदेशः भवति. एतदपि प्रसिद्धसूत्रं वयं जानीमः एव, रश्च ब्रश सृज मृज यज राज ब्राज चषंशः. अनन्तरं तत् स्थाने स्टुनाष्टुः अपि कार्यं करोति, यत्र अत्र इच्छा अस्ति तत् स्थाने स्टुनाष्टुः अपि कार्यं भवति. अनन्तरं ब्रश्च ब्रश्च इति धातोः अन्ते संयोगः अस्ति, अपि च संयोगस्य प्रथमसदस्य सकारः भवति. स्कोः संयोगाद्योरन्ते च इति प्रथमकरपत्रे अपि एतत् वयं दृष्टवन्तः. संयोगाद्योः स्कोः सकारककारकलोपः जलिपदान्ते जलिपदस्य अन्ते भवति चेत्. अनन्तरं तृतीयबिन्दुः चकार स्मरन्तु ब्रश्च ब्रश्च इत्यत्र स्कोः संयोगाद्योरन्ते च इत्यस्य कार्यमस्ति इति स्मरन्तु. तद् वाव्रश् इति धातुः अस्ति अस्माकं करपत्रे, तस्य साधनसमये आवश्यकं भवति. वाव्रश्चपि अस्ति, वाव्रश्चपि अस्ति. आं भगिनि, चकारान्तधातुः वर्गद्वयम्. आम्, अत्र तृतीयबिन्दुः चकारान्तधातोः वर्गद्वयं भवति. तुक् सहितचकारान्तधातुः चोः शूडनुनासिके च, चोः अङ्गस्य सूड् सूड् किक् जलोः अनुनासिके च इत्यनेन भवति. अनन्तरम् अत्र अपि व्रश्च व्रश्च सृज मृज यज राज ब्राज चषांशः इति सूत्रम्. अनन्तरं स्टुनाष्टुः अपि कार्यं करोति. अनन्तरं स्तुः स्टुनाष्टुः एतत् अत्र सन्धिकार्यमपि भवति. यत्र भवति चेत् अत्र समूहः एतदपि स्मरणे भवतु. पाप्रच् इति धातुः अस्ति चेत् श्वोः षूडनुनासिके च इत्यस्य कार्यं श भवति. अनन्तरं ब्रश्च ब्रश्च इत्यनेन मूर्धन्य श भवति. अनन्तरं स्टुनाष्टुः इत्यस्यापि कार्यं भवति. तद् तादृशम् आगच्छति इति. आं भगिनि, तुक् सहित अनन्तरं तुक् सहित चकारान्तधातुः नास्ति चेत् चोः कुः साधारणतया कार्यं करोति. अत्र ठ ठ द अस्ति चेत् एतत् त्रीणि वर्णे वर्णानि अत्र ठ इति अत्र आदेशः भवति. स्टुनाष्टुः करि च इति अपि अत्र कार्यं करोति. अनन्तरं ठ ठ द तत् स्थाने तकारः परिवर्तनं भवति करि च इति सूत्रेण. अनन्तरं जरो जरि स वर्णे इति अत्र यत्र समूहद्वयं भवति, वर्णद्वयं भवति चेत् अत्र पूर्ववर्णस्य पूर्ववर्णः यत् तिष्ठति तत् लोपः भवति. हलः जरः लोपः अन्यतरस्यां सवर्णे जरिसंहितायां यत्र अत्र सामीप्यमस्ति तत् कार्यं करोति. अनन्तरं तत्र प फ ब तत् स्थाने पकारः भवति प्रथमवर्णः करिच इति सूत्रेण वयं जानीमः एव. अनन्तरं द्वितीयबिन्दुः धात्वन्ते वर्गस्य चतुर्थवर्णः अपि च प्रत्ययादौ थ थ वा चेत् कार्यद्वयं वर्तते. प्रथमकार्यं जशस्ततो दोर्धः इत्यनेन प्रत्यय आदौ थ थ इत्यनयोः स्थाने दकारादेशः वर्तते. प्रथमवर्णः द्वितीयवर्णः अस्ति चेत् तत् स्थाने चतुर्थवर्णः आदेशः भवति. अत्र सूत्रमस्ति जशस्ततोर्दोर्दः इत्यनेन जषः ततोः दः अधः इति अधः इति अत्र षष्टि भवति, अत्र स्थानि भवति. अत्र थ थ स्थाने चतुर्थवर्णः दकारः भवति इति. अनन्तरं जलां बहुवारम् अस्य प्रयोगः भवति अस्माकम् इदानीं यङ्गुवान्तेषु. जषस्ततोर्दोर्दः एतदपि बहु पूर्वं दृष्टवन्तः. जषमधातुः भवेत् थ थ इति प्रत्ययः परः अस्ति चेत् तस्य स्थाने ध इति महाप्राण ध इति आगच्छति. अधः यत्र प्रायः धा धातुः नास्ति इति एव अधः इत्यस्य एकलक्ष जलं जशु अपि अत्र जशि संहितायाम् एतदपि अत्र कार्यं करोति. अनन्तरं तकारादि ठकारादि प्रत्यय कित् नित् चेत् सामान्यनियमः अस्ति, विशेषनियमः. अनन्तरं सामान्यनियमः अनुनासिक किञ्जलोः ङिति इत्यनेन अनुनासिक अङ्गस्य उपधायाः दीर्घः किञ्जलो इति ङिति इति सूत्रेण उपधायां यत् तिष्ठति तत् ह्रस्ववर्णः दीर्घः भवति. किञ्जलोः किति ङिति परे अस्ति चेत् अनन्तरम् अनुदात उपदेश वनति तनोत्यादि वनति तनोत्यादीनाम् अनुनासिक लोपो झलि इत्यनेन अत्र अनुनासिक अनुदात उपदेश वनति तनोत्यादि इति सूत्र इति अङ्गस्य लोपः भवति. किम् अनुनासिकवर्णः लोपः भवति कदा भवति चेत् झलि निति प्रत्यये परे अस्ति चेत्. अनन्तरं जनसनकनां सञ्जलोः इति सूत्रेण जनसनखनाम् इति अङ्गाणां धातोः अङ्गाणाम् आत् जलिसञ्जलोः किति भवति, अत्र आत्वं भवति. अनन्तरं लोपो व्योर्वलि एतदपि प्रसिद्धसूत्रं. व्योः लोपः भवति, वकारः यकारः लोपः भवति इति. अनन्तरम् एतदपि वयं जानीमः एव, व्रच्छ व्रच्छ सृजं मृज यज राजं राजचषं शः इति सूत्रं यत्र कार्यं करोति तत्र शकारः. अनन्तरं तत्र धातु प्रत्ययस्थाने स्टुनाष्टुः अपि कार्यं करोति. शकारस्य स्थाने टकारः भवति. एतत् स्टुनाष्टुः वयं जानीमः. अनन्तरं होडः एतदपि वयं जानीमः. अकारस्य स्थाने डकारः भवति. कदा भवति चेत् जलिपदस्य अन्ते च भवति. अनन्तरं जशस्ततोर्धोर्धः इदानीमेव दृष्टवन्तः प्रथमवर्णस्य तक् द्वितीयवर्णस्य चतुर्थवर्णः जषः ततुः दः अधः भवति शृणस्तुः वयं जानीमः डेडेलोपः तत्र प्रथमडकारः लोपः भवति डोडे लोपः इति सूत्रेण अनन्तरं दृलोपे पूर्वस्य अणः दीर्घः यत्र पूर्वस्य अण्वर्णः अस्ति चेत् दृलोपे पूर्वस्य यत् अण्वर्ण अकारः अस्ति तत् दीर्घः भवति इति अनन्तरं धातोर् धातोर्गः अत्र अपि धादेः धातोः अकारस्य स्थाने चतुर्थवर्णः एव अत्र सामीप्यमस्ति अतः अह गः जलिपदस्य अन्ते भवति इति अनन्तरम् इदानीमेव दृष्टवन्तः जशस्ततोर्धोर्धः तत्र जषः थ थ इति स्थाने चतुर्थवर्णः दकारः भवति जलां जश् जशि एतत् अपि वयं जानीमः अपि क्रमेण आगच्छति दकारादि तकारादि प्रत्येपरे दकारादि हकारान्तधातुः अस्ति चेत् धादेर्धातोर्गः जश् इदानीं प्रत्ययः जष् परतः अस्ति अतः प्रत्ययादौ स्थितस्य तकारतकारस्य धकार जषस्ततोर्धोर्धः इदानीं तत्र जलां जश् जशि इति कार्यं भवति तद् अत्र प्रायः अद्य अत्र स्थगयामः परन्तु अत्र अस्माकं करपत्रे किञ्चित् पश्यन्तु तत्र धातवः दत्ताः किल तत्र ककारान्त खकारान्त गकारान्त इति किञ्चित् गृहपाठरूपेण साधयन्तु तत्र यदा वयम् अद्य यद्यत् पठितवन्तः तत् स्मरणे अस्ति वा इति पश्यतु पा प्रच् प्रायः साधयितुं शक्यते ब्रश्च ब्रश्च साधयितुं शक्यते तद् किञ्चित् दृष्ट्वा आगच्छन्तु अग्रिमसप्ताहे वयं तद् शीट् अस्ति किल तत् पूर्णतया एकवारं पठित्वा रूपाणि चर्चयामः समीचीनं वा आं भगिनि आं महोदय शुभरात्रिः धन्यवादः नमस्कारः महोदय धन्यवादः धन्यवादः